अस्तु, सर्वेषां स्वागतम्. इदानीं हल्सन्धिः अग्रे प्रवर्तते. अस्माकं शीघ्रं चिन्तनम् इति विचारः प्रवर्तमानः अस्ति. नाम समग्रं चिन्तनं, सर्वेषां सूत्राणां विचारः मनसि युगपत् स्यात्. तर्हि तदनुसृत्य किञ्चित् चिन्तनं कृत्वा अग्रे सरेम. अद्य अन्य कोऽपि आगतो वा? पुष्पा भगिनी. पुष्पा भगिनी, अस्तु. तर्हि यथा अत्र करपत्रं पश्यन्तु, अपि च रिफ्रेश् कुर्वन्तु स्क्रीन्. किञ्चित् लघु लघु परिवर्तनानि आनीतानि अद्य. स्क्रीन् रिफ्रेश् कुर्वन्तु कदाचित्. अस्तु, न कृतं चेत् तर्हि श्रुत्वसन्धिः इति पुरतः अस्ति. इदानीं भवत् योगः चक्षुः, भवत् योगः चक्षुः, अस्मिन् प्रसङ्गे अपरस्य कस्यचित् सूत्रस्य प्रसक्तिरस्ति वा? सरला भगिनी वदति वा? नाम केषां सूत्राणां प्रसक्तिः अस्ति भवत् योगः चक्षुः? भवत् छल् प्रत्याहारसि जश्वं छलो जशान्त इति सूत्रस्य प्रसक्तिः अस्ति. द्वितीय तस्य परे चकार अस्ति, तालवर्जन स्तोश्चुनाश्चु तस्य प्रसक्तिः अपि अस्ति. तृतीय च खरी खर् प्रत्याहारे अस्ति, सो खरी परे अपि तस्य प्रसक्तिः अस्ति. अत्र समासः अस्ति, समासः अस्ति इति कृत्वा समासः अस्ति इति कृत्वा तत्र जलां जशन्ति अथवा तत्र जलां जष्टसि, जलां जष्टसि अत्र चकारः झष् प्रत्याहारे अस्ति वा? चकारः झसि अस्ति. चकार झष् प्रत्याकार इति तालव्यशकार भवान् पृच्छतु, तत्र चकार नागच्छ. चकारः झसि अस्ति. झष् प्रत्याहारे के के वर्णाः अन्तर्भूताः? झष् प्रत्याहारे चतुर्थ तृतीय वर्गीयव्यञ्जनानि. चकारः तत्र अस्ति, झकार तत्र अस्ति. चकारः अस्ति, न चकारः तत्र नास्ति. चकारः कतमः वर्णः? आमां, चकार प्रथम वर्गीयव्यञ्जनम् अस्ति. नास्ति खलु? नास्ति. तर्हि झलां जष्टसि इति जष्ट्वं न भवति. खरीचा इति अस्य प्रसक्तिरस्ति यथा भवती उक्तवती, खरीचा. अनन्तरं स्तोश्चुनाश्चुः. तर्हि अत्र किञ्चन युद्धमिति वक्तुं शक्नुमः यत् तत्र के द्वयोः मध्ये कस्य प्राप्तिः अस्ति. द्वयोः प्रसक्तिरस्ति किन्तु कस्य प्राप्तिः इति प्रश्ने सति, इति प्रश्ने सति किं सूत्रं कार्यं करोति? पूर्वता सिद्धं यदि वयं दृष्टामः तत्र झलाञ्जशोन्ते प्रथमं कार्यं करोति, तस्य पूर्वं झलाञ्जष्टसि इति मया उक्तम्. इदानीं खरीचा अपि च स्तोष्णाश्चु, जश् नास्ति तत्र. द्वयोः सूत्रयोः मध्ये कथं निर्णयः करणीयः, किं पूर्वं किम् अनन्तरं? भवती उक्तवती इदानीं स्तोष्णश्चुः तस्य प्रथमम् आगत्य यद् युगपत् द्वे सूत्रे आयतः तत्र पूर्वसूत्रं सिद्धा भवति तस्य कारणे. समीचीनमस्ति. केन सूत्रेण? स्तोष्णश्चुः पूर्वसूत्रमिति भवती यत् उक्तवती, पूर्वसूत्रं न तु परसूत्रं, तत्तु केन सूत्रेण? पूर्वता सिद्धं शास्त्ररीत्या. बहु समीचीनमस्ति. बहु समीचीनमस्ति. पूर्वसूत्र पूर्वत्र सिद्धम्. अतः इदानीं करपत्रस्य अन्ते सर्वे पश्यन्तु, पूर्वत्र सिद्धम्. पूर्वत्र सिद्धं वयं पठितवन्तः पूर्वं, सर्वेषां मनसि स्यात्. तत्र तदनुसृत्य अष्टाध्यायी भागद्वये अयं ग्रन्थः विभक्तः भागद्वये. तत्र सरलरीत्या वदामः चेत् तत्र अष्टाध्याय्याम् इदानीम् अष्टाध्याय्यां तत्र अष्टम नाम तत्र अष्टाध्यायाः सन्ति, अष्ट अध्यायाः सन्ति. तत्र अष्टमाध्याय प्रत्येकम् अध्यायस्य चत्वारः पादाः सन्ति. तर्हि अत्र द्वितीयपादे अस्ति पदे, क्षम्यताम्, द्वितीयपदे अस्ति. तर्हि यथा अत्र तत्र कौष्टिकमस्ति अधो तत्र पूर्वत्र सिद्धमिति इत्यस्य अधोभागे पश्यन्तु. न, पादे इति एव अस्ति, सत्यमस्ति, द्वितीयपादे अस्ति. अत्र कौष्टिकमस्ति खलु, तत्र द्वितीय अष्टमाध्यायस्य द्वितीयपादस्य प्रथमसूत्रात् आरभ्य अन्तपर्यन्तं यत् सूत्रं पूर्वमागच्छति सङ्ख्यादृष्ट्या, तत् सूत्रं पूर्वं प्रवर्तनीयमस्ति. अतः पश्यन्तु अत्र अस्माकं स्थूलरीत्या सर्वाणि सूत्राणि कोशके सन्ति. जष्ट्वसन्धिः इत्यस्मात् आरभ्य छत्वसन्धिपर्यन्तं कोशके पश्यन्तु. अत्र यत् किमपि सूत्रद्वयं स्वीकरोतु, यदा युगपत् एकस्मिन् समये सूत्रद्वयम् आयाति तदानीं यस्य यत् सूत्रं प्रथमम् आयाति सङ्ख्यादृष्ट्या, तत् सूत्रं प्रथमं प्रवर्तनीयम् अस्ति. अतः इदानीं स्थूत्वसन्धिः अस्ति, अपि च चर्त्वसन्धिः अस्ति. खरि च, पश्यन्तु कोष्टके, तत्र स्तोः स्टुनाष्टुः, स्तोः स्टुनाष्टुः इति अस्ति, खरि च इति अस्ति. सर्वे पश्यन्ति कोष्टके, तत्र प्रथमं सूत्रं किम्? अतः अत्र नाम तत्र भवत् चक्षुः इति अस्ति. तत्र प्रथमतया स्तोहुष्टुनष्टुः तेन किं भवति, तकारस्य स्थाने चकारः. तर्हि इदानीं चकारः जातः भवत् चक्षुः. इदानीमपि खरि च इत्यस्य प्रसक्तिः अस्ति वा? अजय महोदय, पुनः पृच्छतु महोदय. इदानीम् एतावता अस्माभिः किं साधितं भवान् वदतु, अत्र उदाहरणं किं? भवत् योगः चक्षुः इति उदाहरणं. हा, इति उदाहरणं. वदतु. अत्र अहं कानि सूत्राणि अहं प्रसक्तिः अस्ति इति चिन्तयामि. हा, तत्र किं सूत्रद्वयम् आयाति? जलां दिशन्ते अपि च स्तोश्चुनाश्चुः. स्तोनोश्चुः, स्तोःश्चुनाश्चुः अपि च. अस्माभिः किम् उक्तम् इदानीं? खरि च. खरि च. चकारः खर् प्रत्याहारे अस्ति वा? चकारः खर् प्रत्याहारे अस्ति अस्ति प्रथमसदस्यः अस्ति. हा हि तर्हि स्तोश्चुनाश्चुः अपि च खरि च अनयोः मध्ये किं सूत्रं प्रवर्तनीयं प्रथमम्? प्रथमं स्तोश्चुनाश्चुः इति प्रथमसूत्रमस्ति संख्यादृष्ट्या प्रथममस्ति इति कृत्वा प्रथमं प्रवर्तनीयमस्ति. तर्हि तकारस्य स्थाने कः वर्णः? तकारस्य स्थाने स्तोश्चुनाश्चुः चकारः. हा, चकारः भवति. तर्हि भवत् योगः चक्षुः. चकारः चकारः. इदानीं खरि च इत्यस्य प्रसक्तिः अस्ति वा? खरि च प्रसक्तिः अस्ति, परन्तु स्तोश्चुनाश्चुः संख्यादृष्ट्या प्रथमं कार्यं करोति. हा, कार्यं साधितं. तकारस्य स्थाने चकारः जातः. तकारस्य स्थाने चकारः जातः. इदानीं स्तोश्चुनाश्चुः इत्यस्य कार्यं सिद्धमस्ति, कार्यं समाप्तम्. इदानीं खरि च भवितुम् अर्हति वा इति प्रश्नः. खरि च तकारस्य स्थाने तकारे अपि आयाति यदि कार्यं करोति चेत्. प्रसक्तिः अस्ति, किन्तु चकार झल् प्रत्याहारे चकारः, अनन्तरं चकारः खर् प्रत्याहारे अस्ति इति कृत्वा खरि च इत्यस्य प्रसक्तिरस्ति, किन्तु परिवर्तनं न दृश्यते. चकारस्य स्थाने चकारः पुनः आयाति खलु. चकारस्य स्थाने चकारः पुनः आयाति. भवत् चक्षुः इति तादृशं चिन्तनं सर्वत्र करणीयः अस्ति. यथा इदानीं अग्रिमम् उदाहरणमस्ति, तत्र अधोभागे पश्यन्तु. प्रश्नः विद्याभगिनी वदतु. अत्र जष्ट्वस्य प्रसङ्गः अस्ति वा? नाम प्रश्योगः नः जलां जष्टसि इत्यस्य प्रसक्तिः नास्ति. किमर्थम् इत्युक्ते नकारः जष् प्रत्याहारे नास्ति, तृतीयचतुर्थवर्णः एव इति कृत्वा जलां जष्टसि इति प्रसक्तिः नास्ति. परन्तु शात् इत्यनेन स्तोश्चुनाश्चुः कार्यं न करोति. पर अग्रे चकारः वदतु. अग्रे शकारः अत्र जरोणु नास्ति चेत् अर्थात् को वा इत्यस्य प्रसक्तिः भवति वा इति वा इति पश्यामः चेत् नकारः तु प्रश्योगः नः, नकारः तु अनुनासिकवर्णः अस्ति. शकारः यर् प्रत्याहारे अपि अस्ति इति कृत्वा तत्र शकारस्य स्थाने पुनः शकारः एव आगच्छति. अत्र तत्र किमपि परिवर्तनं न भवति, अतः प्रश्नः एव तिष्ठति. हा, अनुनासिकसन्धिः इति वदति खलु. हा, यरोनुनासिके अनुनासिको वा. हा, सत्यं. तस्यां दशायां यर् प्रत्याहारे अस्ति, यर् प्रत्याहारे अस्ति, तर्हि वस्तुतः तत्र द्रष्टव्यमस्ति, यतोहि शकारस्य स्थाने शकारः कथं वा स्यात्. यर् प्रत्याहारे अस्ति शकारः, किन्तु शकारस्य अनुनासिकादेशः तादृशं किमपि नास्ति. अनन्तरं द्रष्टव्यमस्ति. प्रश्नः समीचीनः अस्ति, प्रश्नाः अनन्ताः. तत्र शकारस्य अनुनासिकादेशः किमपि नास्ति, वर्गीयव्यञ्जनं नास्ति इति कृत्वा. अनन्तरं द्रष्टव्यमस्ति, किन्तु चिन्तनं तादृशं द्रष्टव्यमस्ति. नाम भवत्याः मनसि आगतः यत् अस्तु, अनुनासिकसन्धिः भवितुमर्हति. यर् यर् तत्र इत्येषां का गतिः तत्र इति द्रष्टव्यमस्ति. कस्यचित् मनसि अस्ति चेत् सुब्रह्मण्यमहोदय, भवतः मनसि अस्ति वा? नो चेत् मया द्रष्टव्यमस्ति. न महोदय, परन्तु अत्र यदि अनुनासिकसन्धिः अपि च अपि च स्तोहश्चुनाश्चुः शात् द्रक्ष्यामः तत्र पुनः. एकनिमेषः, एकनिमेषः भगिनि, यरोनुनासिक तत्र पदान्तस्य अत्र पदान्ते अस्ति, अतः प्रसक्तिरेव नास्ति. पदान्तस्य अस्तु, किन्तु चिन्तनं बहु सम्यक् अस्ति. नो चेत् भवति स्म, नो चेत् प्रश्नः आगच्छति स्म. पदान्तस्य इति अस्ति. एवं रीत्या यत्र कुत्रापि एतादृशी परिस्थितिः अस्ति, तत्र तत्र एतत् सर्वं द्रष्टव्यमस्ति किं भवितुमर्हति. उदाहरणार्थम् इदानीं तत्र अधोभागे ष्टुत्वसन्धिः, तत्र बृहद्योगः टीका, बृहद्योगः टीका, अत्र केषां, लक्ष्मीभगिनी वदतु, केषां सूत्राणां कार्यं भवितुमर्हति? अत्र बृहत् इति पदमस्ति, पदमस्ति, तर्हि वस्तुतः अत्रापि समासः अस्ति, बृहत्टीका समासः अस्ति. नो चेत् बृहत् बृहत् भवति स्म. अस्तु, हा, तर्हि अत्र अत्र खरिचा इत्यस्य प्रसक्तिरस्ति वा? प्रसक्तिः अस्ति, परन्तु अत्र खरिच इति सूत्रेण प्रथमसदस्यादेशः भवति, अत्र प्रथमसदस्य अस्ति एव. हा, अपि च पुनः स्टुनाष्टुः अपि च खरिच द्वयोः मध्ये प्रथमं सूत्रं संख्यादृष्ट्या किमस्ति? स्टुनाष्टुः एव प्रथमम् पूर्वमस्ति, पूर्वसूत्रम्. हा, पूर्वसूत्रमस्ति इति कृत्वा प्रवर्तनीयमस्ति, तर्हि बृहत्ति, हा, बृहत्टीका इति भवति. समीचीनम्. एवं रीत्या सर्वत्र एतादृशचिन्तनं कर्तव्यमस्ति. आकृष् युगः तः, बालसुब्रह्मण्यं तत्र वदतु. महोदय, एकः प्रश्नः अस्ति, तस्य उपरि बालस्योगः षष्ठ अस्ति, तत्र तोषी कार्यं न करोति वा? षष्ठ सकारस्य परे अस्ति, सवर्गस्य शुत्वं न स्यात् शकारे परे. सकारः तवर्गस्य अत्र तवर्गस्य सकारः तवर्गे नास्ति. तथद न अस्तु अस्तु अवगच्छामः. तोः तथा अस्तु तर्हि अत्र आकृष्योगतः बालसुब्रह्मण्य वदतु कृपया. आकृष्योगतः अष्टुनाष्टुः इति चित्रेण आकृष्टः अत्र जल आकृषकारः जलिवर्णः कः खरी च खर्वर्णः. हा तकारः खर्वर्णः तत्र खरिच इति पूर्ववर्णः कीदृशः स्यात्? पूर्ववर्णः खरिच जल् जल् वर्णः. शकारः जलि अस्ति वा? शकारः जलि अस्ति एव. हा तर्हि शकारः अस्तु प्रथमतया स्टून तर्हि प्रसक्तिरस्ति खलु खरिच अस्ति. हा द्वयोः सूत्रयोः मध्ये किं प्रवर्तनीयमस्ति? स्टूनाष्टुः अपि खरिच स्टूनाष्टुः 449 स्टूनाष्टुः खरिच 455 स्टूनाष्टुः प्रवर्तनीयः पूर्वसूत्रम् इति कारणात्. हा हा इति पूर्वं हा प्रसक्तिः आसीत् प्रसक्तिः आसीत् खरिच भवति चेत् तत्र शकारस्य स्थाने कः वर्णः भवति स्म? भवति छर्तं छर्तं भवेत् छर्तम् इति चेत् शकारः तिष्ठति. खरिच खरिच अस्ति शकारः अस्ति चेत् सञ्जीवमहोदय किं भवति? सुब्रह्मण्यमहोदय अत्र यदि खरिच यदि कार्यं करोति तर्हि अत्र शकारः शकारः एव तिष्ठति. जलां चर् खरि इति अस्ति खलु महोदय चर् इति ष अपि सन्ति अतः मूर्धन्यशकारः तथा एव तिष्ठति यदि करि च कार्यं करोति. जलां स्थले चर् हा इति अस्ति. हा तत्र शकारः चर् इति चर् प्रत्याहारे अस्ति इति कृत्वा समीचीनं किन्तु न भवति यदि भवति स्म तस्य प्रसक्तिः अस्ति किन्तु तत्र असिद्धं भवति. हा अस्तु एतादृशं चिन्तनं सर्वत्र कर्तव्यमस्ति येन अस्माकं शक्तिः वर्धेत. जष्टुसन्धिः कुत्र भवति कुत्र न भवति तत्र द्वयोः सूत्रमध्ययोः द्वयोः सूत्रयोः मध्ये किं किं प्रथमं किम् अनन्तरं कोष्टकम् अधोभागे अस्ति तत् तत्र सर्वत्र द्रष्टव्यं भवति. प्रश्नः अस्ति चेत् किं प्रथमं किम् अनन्तरम् इति प्रथमं सूत्रं हल् सन्धिप्रसङ्गे तत्र प्रथमं सूत्रं सङ्ख्यादृष्ट्या प्रवर्तनीयमस्ति. समीचीनम् तर्हि अत्र अग्रे चार्त्वसन्धिप्रसङ्गे पश्येम अत्र त्यागयोगः स्यति त्यागयोगः स्यति इति राजेन्द्रमहोदय वदतु तत्र अपरस्य कस्यचित् सूत्रस्य प्रसक्तिरस्ति वा? आम् आं महोदय अत्र चिन्तयामि जलां जलां सूत्रस्य प्रसक्तिः अस्ति तत्र यथा त्यग् चिन्तयामि पदान्ते अस्ति तत्र तत्र प्रसक्तिः अस्ति. एकनिमेषः अत्र तत्र पदान्ते अस्ति कथं वा पदान्ते अस्ति पदसंज्ञा अस्ति त्यक् पदम् पदं नास्ति वा महोदय न जानामि त्यक् भवान् तु जानाति एव अत्र लृट् लकारः अस्ति लृट् लकारे तत्र धातुः अस्ति अनन्तरं धातुप्रत्ययः अस्ति स्यति तिङ्प्रत्ययः स्यति तर्हि अपदान्ते अस्ति खलु अपदान्ते अपदान्ते जलां जषोन्ते प्रसक्ति नास्ति अत्र महोदय जलां जष्टसि जलां जष्टसि जलां जषि घकारः अस्ति तत्र जश् जश् प्रत्याहारे नास्ति तत् तस्य प्रसक्तिः नास्ति त्यग् योगः किं स्यति त्यग् त्यक्षति इति लृट् लकारे त्यक्षति त्यक्षति इति अस्ति तत्र पदमस्ति त्यक्षति पदमस्ति त्यक्षति गकारः अपदान्ते अस्ति सकारः झष् प्रत्याहारे अस्ति वा रजन् महोदय सकारः नास्ति महोदय हा तर्हि अत्र झष् प्रसक्तिरेव नास्ति अपदान्ते अस्ति झष् प्रत्याहारे सकारः नास्ति अस्तु समीचीनमस्ति खरि खरि च सूत्रस्य प्रसक्तिः अस्ति तत्र अस्तु ततः अग्रे पश्येम इदानीम् अस्मद् महोदय शक्ति मूर्धन्य न शकारः न त्यक्षक्ति इदानीं सकारः एव अस्ति सकारः आदे सकारः अग्रे आदेशप्रत्ययोः तेन सकारस्थाने षकारः इदानीं षकारः तत्तु इदानीं मास्तु तत् अस्माकं विषयः नास्ति अस्तु इदानीम् अस्मद् अस्मद् योगः पुत्रः अस्मद् योगः पुत्रः अत्र सदैव महोदय किञ्चित् साहाय्यं करोतु अत्र अस्मद् योगः पुत्र अत्र अत्र ष्टुत्वसन्धेः प्रसक्तिः अस्ति वा श्टोः ष्टु नष्टुः ष्टोस्तु नष्टुः अस्माद् योगः पुत्रः अत्र दकारः दन्त्यवर्णः अस्ति वा दकारः तवर्गः तवर्गः हा तर्हि स्तोः स्तु स्तु तत्र स्तु स्तोः स्तु नाश्चुः स्तु नाम तत्र दन्त्य तवर्गे दकारः अस्ति वा अस्ति खलु अस्ति समीचीनं हा अस्ति एव इदानीं पकारः तालव्यवर्गे अस्ति वा पुनः वदतु महोदय ताल पकारः तालव्यवर्गे अस्ति वा नास्ति तर्हि स्तोः स्तु नाश्चुः नाम स्तुत्वसन्धिः भवति अत्र न भवति बहु सम्यक् अस्ति महोदय वाह बहु समीचीनमस्ति तादृशं चिन्तनं कर्तव्यमस्ति बहु सम्यक् अस्ति यद्यपि दकारः दन्त्यवर्गे अस्ति तथापि पकारः तालव्यवर्गे नास्ति इति कृत्वा स्तुत्वसन्धेः प्रसक्तिर्नास्ति किन्तु अस्माभिः चिन्तनीयमस्ति अस्ति न वा इति खलु हा अस्तु तर्हि खरीचा इति नित्यसूत्रमस्ति किन्तु वावसाने इति नेन पदान्ते विकल्पेन भवति तर्हि अत्र कश्चन प्रश्नः अस्ति यत् अस्तु इदानीं राजी भगिनी वावसाने अपि च वापदान्तस्य अनयोः भेदः कः? राजीभगिनी अस्ति? हरि ओम्। अस्तु, तर्हि पुष्पाभगिनी वदतु। महोदय, वावसाने तु विकल्पेन चरादेशः भवति, वापदान्त तु पदान्त अन्ते अस्ति चेत् वापदान्तस्य इति अन्यत् सूत्रमस्ति वापदान्तस्य। तत्तु वापदान्तस्य वापदान्तस्य तु पदान्तस्य अनुस्वारस्य परसवर्णदे आदेशः भवति, तत्तु गृहं योगः च गृहञ्च अत्र। हा, तर्हि मनसि तत्र वा पदान्तस्य पदान्ते पदान्तः अपि च अवसानः अवसानं तत्र भेदः कः? अत्र अनुस्वारः अस्ति गृहं च गृहं गृहञ्च। केवलं पदान्त अपि च अवसान द्वयोः पदयोः अर्थभेदः कः? अत्र मध्ये तु वापद प्रश्नं शृणोतु। पदान्ते अपि च अवसाने द्वयोः पदयोः अर्थभेदः कः? अर्थभेदः अस्ति वा पदान्ते अवसाने? अवसाने तु विकल्पेन आयाति। न, सूत्रस्य प्रसङ्गे न वदामि इदानीं। पदान्तः इति एकः शब्दः अस्ति, पदान्तः अवसानम् इति एकः शब्दः अस्ति। तर्हि यदि वदामः इदं कार्यं भवति पदान्ते अथवा इदं कार्यं भवति अवसाने, द्वयोः अर्थभेदः अस्ति वा? अवसाने अस्ति न, अत्र कुत्रापि वावसाने कुत्रापि पदान्ते न। पदान्तः पदान्ते अवसाने, इदानीं सूत्रस्य प्रश्नं न करोमि, पदान्ते अवसाने यदा किमपि कार्यं यदि वदामः अवसाने भवति, अवसाने इत्युक्ते किम्? अवसाने तु विकल्पः न, तादृश वा विकल्पेन अवसाने तु वा तु विकल्पेन करोति वा? महोदय गतः वा? लक्ष्मी भगिनी वदतु। अत्र अवसाने इत्युक्ते अवसान अवस्थायां, तत्र अवसानम् इत्युक्ते तत्र एकं संज्ञासूत्रमपि अस्ति विरामोऽवसानम् इत्युक्ते विरामः इत्युक्ते वर्णानाम् अभावः अस्ति इत्युक्ते कोऽपि वर्णः ततः अग्रे कोऽपि वर्णः नास्ति इति अवसानम् इत्युक्ते नाम वाक्यस्य अन्ते लेखस्य अन्ते तादृशं यत्र ततः अग्रे किमपि कोऽपि वर्णः नास्ति एव। पुष्पभगिनी अस्ति इत्युक्ते ततः अग्रे कोऽपि वर्णः एव नास्ति। हा, किन्तु पदान्ते, पुष्पभगिनी वदतु, पदान्ते पदान्ते पदस्य अन्तिमवर्णः ततः वर्णः भवितुम् अर्हति वा? पदस्य अस्ति वा पदान्तस्य? न, पदान्ते पदान्ते अस्ति अस्ति। ततः अग्रे अन्यः कोऽपि वर्णः भवितुम् अर्हति वा? अर्हति। कीदृशवर्णः कुत्र पदान्ते अन्यवर्णः भवितुम् अर्हति? वापदान्तस्य तत्तु उदाहरणार्थं गृहं मकारस्य परसवर्णः स्पर्शवर्ण आदय भवति परि ययि अस्ति चेत् परसवर्णः आया. अहं किन्तु अहं केवलं पदयोः अर्थयोः भेदे भेदप्रसङ्गे वदामि इदानीम्. अवसाने अपि च पदान्ते, अवसाने इत्युक्ते ततः अग्रे कोऽपि वर्णः एव नास्ति. नास्ति पदान्ते इत्युक्ते सः वर्णः पदस्य अन्ते अस्ति, किन्तु ततः अग्रे अग्रिमशब्दः भवितुमर्हति, तस्य च अग्रिमशब्दस्य प्रथमवर्णः अपि स्यात् इति कृत्वा अग्रिमवर्णः भवति. नापि भवितुमर्हति नापि भवितुमर्हति, किन्तु अवसाने इत्युक्ते नितरां कोऽपि वर्णः नास्ति अग्रे इति अर्थभेदः. इति वावसाने वावसाने तादृशमस्ति खरिच इत्यस्य, तत्र वावसाने चर्त्वसन्धि भवति विकल्पेन अवसानवस्थायां. किन्तु तत्र वापदान्तस्य इति परसवर्णसन्धिप्रसङ्गः यत्र अनुस्वारः जातः पदान्ते, तत्र परसवर्णः अस्तु इति सर्वेषां मनसि स्पष्टं स्यात्. महोदय, आम्, एकः प्रश्नः अत्र. लेखनसमये यदा अर्धविरामः इत्युक्ते कामा उपयोगं करिष्यामः, तदपि अवसानम् इति एव चिन्तयित्वा लिखामः वा? न, काम तादृश प्रश्नः सम्यक् अस्ति. सामान्यतया केवलं पूर्णविराम अस्ति चेत् तथा वदामः, नाम तद्विहाय हैफेन् डेश् काम समीकोलन् इत्यादिकं भवति चेदपि सामान्यतया यद्यपि कोऽपि चिन्तयितुम् ऊहां कर्तुं शक्नोति यत् अस्तु तादृशमस्ति चेत् कश्चन विरामः अस्ति इति कृत्वा तथा अग्रे तत्र अवसानम् इति परिस्थितिः, किन्तु तादृशी परम्परा नास्ति. तादृशपरम्परा नास्ति. पूर्णविराम अस्ति चेदेव वावसाने, काम अस्ति चेत् तथा नास्ति. अस्तु, समीचीनमस्ति. अस्तु, तर्हि अस्माकं प्रथम कार्यसमूहः अस्ति स्तुत्वसन्धिः, स्तुत्वसन्धिः च. द्वितीयमस्ति द्वितीयकार्यसमूहः कः? राजेन्द्रमहोदय वदतु. जस्सन्धिमहोदय, जस्सन्धि यत् अन्तर्भूतः अस्ति जलां जशोन्ते, खरि च वा अवसाने, अथवा यरो अनुनासिक अनुनासिको वा. हा, इति द्वितीयकार्यसमूहः. तृतीयकार्यसमूहः कः? अजयमहोदय वदतु. तृतीयकार्यसमूहः न जानामि महोदय. हा, अस्तु, तर्हि विद्याभगिनी वदतु. तृतीयकार्यसमूहः मोनुस्वारः वा पदान्तस्य, अपदान्ते चेत् नश्यपदान्तस्य जलि अपि च अनुस्वारस्य ययि परसवर्णः. हा, बहु समीचीनमस्ति. चत्वारि सूत्राणि, मोनुस्वारः वा पदान्तस्य इति पदान्ते, अपदान्ते नश्चापदान्तस्य जलि अनुस्वारस्य ययि परसवर्णः इति इति उदाहरणं स्वीकृत्य एव द्रष्टव्यमस्ति. तर्हि मोनुस्वारः गृहं च, गृहं च, तत्र मकारस्य नित्यम् अनुस्वारादेशः भवति. अन्तर्भूतः नास्ति वा? तोर्लि अपि अस्ति, तोर्लि अपि अस्ति, किन्तु तत् किञ्चित् विशिष्टमस्ति इति कृत्वा मया न उक्तं, किन्तु तोर्लि अस्ति, तदपि ज्ञातव्यमस्ति. तत्तु भवति, किन्तु वार्ता एवमस्ति वस्तुतः किञ्चित् भिन्नरीत्या द्रष्टव्यमस्ति, चिन्तनीयमस्ति. इदानीं तृतीयकार्यसमूहः इत्युक्ते यत्र प्रथमवर्णः सन्धि अवसरे तत्र प्रथमवर्णः अस्ति मकारः अथवा नकारः, पदान्ते मकारः. तोर्लि इति अत्र स्थापितमस्ति यतोहि परसवर्णसन्धिः अस्ति, किन्तु तादृशपरिस्थितिः नास्ति खलु. तोर्लि इति किञ्चित् पृथक्तया ज्ञातव्यमस्ति. तवर्गस्य लकारे परे परसवर्णादेशः, तत् लिखितमस्ति, तत् लिखितम् इति चेत् किं भवति राजनमहोदय? तत् भवति, तत् तकारस्थाने लकारादेशः भवति. तत् फलं वदतु किं भवति? तत् लयः, तल्लयः. न मया यत् उदाहरणं दत्तं तत् लिखितमस्ति. किम् उदाहरणं महोदय? पुनः वदतु. तत् लिखितं तल्लिखितम्. तल्लिखितमस्ति. तत्र तकारस्य स्थाने लकारः इति कृत्वा तत्र पञ्चम वर्गीय सदस्यः नास्ति, किञ्चित् पृथक्तया अवगन्तव्यमस्ति. अस्तु, इति जातमस्ति. ततः अग्रे मूढागमसन्धिः इति वयं जानीमः. न इत्येषां द्वित्वम् आगमः भवति, कुर्वन्नस्मि इति उदाहरणमस्ति. अग्रे गच्छेम. इदानीं पूर्वसवर्णसन्धिः अपि अस्माभिः दृष्टं, नाम तत्र ङमूढागमसन्धिः इति किञ्चित् पृथक्तया चिन्तनीयमस्ति. स्वस्य क्रमे अस्ति. अत्र पञ्चम अत्र स्थापितमस्ति यतोहि पञ्चमसदस्यः अस्ति, पञ्चमसदस्यस्य कार्यं प्रवर्तमानमस्ति. मकारः पदान्ते, अपदान्ते मकारनकारः. अनन्तरं अत्र ङकारः, णकारः, नकारः इति एकं विशिष्टं कार्यमस्ति तस्मिन्नेव प्रसङ्गे. इति कृत्वा तत्रापि स्थापितुं शक्यते तृतीयकार्यसमूहे. तादृशम् अस्ति पञ्चमसदस्यः. नाम पञ्चमसदस्यः अस्ति चेत् कीदृशकार्याणि सम्भवन्ति इति कृत्वा. एकः प्रश्नः, अत्र ङकारस्य पदान्ते एक पदम् उदाहरणं दीयते. किं किम् इति? ङकारस्य इति वा? ङकारः नास्ति एव, ञकारः नास्ति. ञकारः पदान्ते प्रायः न प्राप्स्येत एव. तथैव. अस्तु कोऽपि नास्ति न? हा, नास्ति. अत्र ङकारः, णकारः, नकारः इति एव दत्ताः. ञकारः पदान्ते प्रायः न भवति एव. अस्तु, इति प्रत्यङ्ग अस्ति न तत्र? प्रत्यङ्ग योगः आत्मा प्रत्यङ्ग. हा, सत्यं. तत् वस्तुतः सन्धि कृत्वा एव ङकारः, यकारः इति पदान्ते, अणकारः अपि पदान्ते न भवति. इति एतत् सर्वं केवलं सन्धि प्रसङ्गे आगच्छति. मकारः, शृणोतु, मकारः पदान्ते भवति, नकारः पदान्ते भवति, किन्तु यकारः, ङकारः, णकारः पदान्ते न भवन्ति एव. केवलं सन्धि अवसरे, सन्धिवशात् यकारः, ङकारः, णकारः आगच्छन्ति. तत्र तेषु त्रिषु ङकारः, णकारः चेत् अस्य प्रसङ्गः आयाति. अस्तु महोदय, नमुक्त् इति वार्तायाः अर्थः नम् प्रत्याहारः वा? नमुक्त् ङम् इति प्रत्याहारः. ङम् इति ङम् ङम् इति पठ्यः तत्र टकार तत्र क्षम्यताम् ङम् इति प्रत्याहारः अस्ति टकारः इति संज्ञकः अस्ति यथा अत्र लिखितमस्ति उकारः उच्चारणार्थः अस्ति धन्यवादः ङम् इति प्रत्याहारः अस्तु इति इदमपि तत्र तृतीयकार्यसमूहे स्थापयन्तु मनसि नाम अस्माभिः समूहः कार्यसमूहः अपेक्षितः अस्ति येन सौलभ्यं स्यात् अग्रे गच्छेम इदानीं पूर्वसवर्णसन्धिः इति अस्माभिः परिशीलितमासीत् तत्र हकारः चतुर्थवर्ण चतुर्थवर्गीयव्यञ्जनस्य चतुर्थसदस्यादेशः भवति तत्र वर्गस्य तत्र झै इति पूर्वमस्ति चेत् यथा तत् हितं तद्धितम् अग्रे गच्छेम शीघ्रमेव इदानीम् उत्थानमिति त्यजाम छत्वसन्धिः अपि परिशीलितवन्तः गते सप्ताहे तत्र छत्वसन्धिवदनेन मनसि मनसि आगच्छेत् यत् इदं कार्यम् अस्मिन् किं किं भवति इति अपि तत्र वाटिकमपि अस्ति तर्हि अस्तु कः विद्याभगिनी वदतु शीघ्रमेव किम् अस्ति अत्र षट्षोटि इति सूत्रं वा महोदय तत्र संक्षिप्तरूपेण किमस्ति इति तत्र पदान्ते जयप्रत्याहारस्य वर्णः अस्ति चेत् तस्मात् परे शकारः शकारस्य अनन्तरम् अट् प्रत्याहारस्य कोऽपि वर्णः अस्ति चेत् तत्र शकारस्य स्थाने चकारादेशः भवति तदेव महोदय यद्यपि सूत्रे अटि परे इति अस्ति परन्तु चत्वम् अमि इति वाच्यम् इति वार्तिकेन न केवलम् अटि परे अपि तु अमि परे अपि शकारस्य स्थाने चकारादेशः भवति सत्यमस्ति समीचीनमस्ति तर्हि अन्ततो गत्वा श्रुत्वं भवति अनन्तरं श्रुत्वं भवति नाम सारांशः इति वदामि इदानीं जलां जषन्ति खरिच्छति इति उक्तं किन्तु सामान्यतया तादृशमस्ति इति पुस्तके पश्येम उदाहरणानि श्रुत्वसन्धिः शीघ्रमेव तत्र एकचत्वारिंशत्तमे पुटे एते नाम त्रीणि कार्याणि सम्भवन्ति किन्तु अन्ततो गत्वा झै प्रत्याहारे किं द्रष्टव्यमस्ति झै प्रत्याहारे इदानीं झै प्रत्याहारे के के वर्णाः सन्ति अजय महोदय क्षम्यतां महोदय भवतः मनः अत्रैव भवेत् झै प्रत्याहारे के के वर्णाः प्रथमसदस्याः द्वितीयसदस्याः तृतीयसदस्याः अपि चतुर्थसदस्याः नाम चिन्तनस्य आवश्यकता अपि न स्यात् झै इत्युक्ते अननुनासिकवर्गीयव्यञ्जनानि तावदेव झै अनुनासिक तावत् चिन्तनम् अपेक्षितं चेत् मनसि न तिष्ठेत् झै इत्युक्ते झल् इत्युक्ते किं झै इत्युक्ते किम् इति नाम सामान्यप्रत्याहाराः झष् झष् झष् मन् तत्र खर् मनसि भवेयुः के के वर्णाः तर्हि झै इत्युक्ते अननुनासिकवर्गीयव्यञ्जनानि समीचीनमस्ति तर्हि अत्र स्थितिः अस्ति तच् योगः शिवः तत्र चकारः झै प्रत्याहारे अस्ति, अग्रे शकारः अस्ति, तदनन्तरम् इकारः अम् प्रत्याहारे अस्ति. तर्हि झै श अम् इति मनसि अपेक्षितमस्ति. अनन्तरं तस्यां दशायां शकारस्य स्थाने विकल्पेन चकारादेशः इति एकं पश्येम शीघ्रमेव. तत्र वाक् शास्त्रं, वाक् शास्त्रमिति उदाहरणमस्ति. तत्र लक्ष्मीभगिनी वदतु कृपया. निमित्तानि कानि? वाक् शास्त्रम् अत्र प्रथमपदस्य अन्ते ककारः अस्ति, ककारः झै प्रत्याहारस्थवर्णः. शास्त्रम् अनन्तरं द्वितीयपदस्य प्रथमवर्णः शकारः, शकारः परवर्णः. शकारस्य अनन्तरं दीर्घ आकारः अस्ति. अत्र त्रीणि निमित्तानि आवश्यकानि. ते अत्र आकारः कस्मिन् प्रत्याहारे? अत् प्रत्याहारे नास्ति चेत् चिन्तयतु. अम् प्रत्याहारे अपि वदामः, वक्तुं शक्नुमः. हा, समीचीनमस्ति. तर्हि अत्र वाक्शास्त्रति इत्यस्यां दशायां झै ष अम् इति कृत्वा विकल्पेन शकारस्य स्थाने चकारादेशः. हा, रूपद्वयं किमस्ति? वाक्शास्त्रम् अथवा वाक्शास्त्रम्. समीचीनम्. अग्रे गच्छेम. इदानीं सत्त्वसन्धिः. अयं पाठः समापनीयः अस्ति. इदानीं सत्त्वसन्धिः अस्ति. इदानीं सत्त्वसन्धिः अस्माकं प्रमुखसूत्रमस्ति. नश्चव्यप्रशान्. अत्र अस्माभिः किं चिन्तनीयमस्ति? अम् परे छवि नकारस्य पदस्य रु. रु इत्युक्ते किं? रु इत्युक्ते क्रमेण र इत्यस्य स्थाने विसर्गः, विसर्गस्य स्थाने सकारः. तर्हि रु इत्युक्ते सकारः इति चिन्तयतु शीघ्रमेव. बहूनि सूत्राणि अस्ति. इदानीं तत् सर्वं त्यजामः. इदानीं शोट्कट् इति अपेक्षितमस्ति. कथम् एतत् सर्वं मनसि तिष्ठेत्? तर्हि नश्चव्यप्रशान् इति अम् परे छवि नकारस्य पदस्य सकारः इति चिन्तयतु. नकारस्य सकारः. अपि च अम् परे छवि इत्युक्तमस्ति नाम छव्. छव् प्रत्याहारे के वर्णाः सन्ति? छव् इति सरलरीत्या चिन्तनार्थं तत्र प्रथमसदस्यः वर्गीयव्यञ्जनानां क प विहाय. छव् इत्युक्ते क इत्युक्ते वर्ग, तत्र प्रथमवर्गः क, प इति अन्तिमवर्गः. तर्हि मध्ये स्थिताः वर्गाः च वर्गः, तवर्गः, टवर्गः, चटत, चवर्गः, टवर्गः, अल्पप्राणः, महाप्राणः, प्रथमसदस्यद्वयम् इति छव्. सरलरीत्या चिन्तयामश्चेत् तत्र चटत द्वितीय तृतीय चतुर्थ च वर्गाः छव्. एतत् सर्वं मनसि तिष्ठति चेत् सौलभ्यमस्ति. छव् इत्युक्ते किं? च ट अपप्राणमहप्राण च. तत्र तदनन्तरम् अम् इति अपेक्षितमस्ति स्वरः अथवा म पर्यन्तं, यमगणनापर्यन्तं. इति तादृशी परिस्थितिः अस्ति चेत् तत्र किं भवति? नकारस्य स्थाने सकारः, अपि च सकारात् पूर्वं यः वर्णः सः अनुस्वारः अथवा अनुनासिकः भवति. तावदेव अस्ति. अस्मिन् किमपि नास्ति. तावदेव अपेक्षितमस्ति. नाम अस्माकम् अभिज्ञानम् अपेक्षितमस्ति. अभिज्ञानं, रेकग्निशन्, कदा एतादृशं कार्यम् अपेक्षितमस्ति. अत्र उदाहरणमस्ति कस्मिन् योगः चित्. कस्मिन् योगः चित्? अत्र प्रश्नः उदेति यत् नश्चापदान्तस्य जल इति प्रसक्तिरस्ति वा? नश्चापदान्तस्य जलि इति अस्ति महोदय, अस्ति कस्मिंश्चित्. सुमित्रा भगिनी किं वदति? महोदय अस्ति इति चिन्तयामि. किमस्ति? पदान्ते अस्ति. महोदय शृणोति वा? अत्र अत्र हा कस्मिन् इति अत्र पदसंज्ञा अस्ति. अत्र पदसंज्ञा अस्ति इति कृत्वा, नो चेत् नस्तापदस्य जल इति कार्यं भवति स्म. अन्यदृष्ट्या अपि चिन्तयितुं शक्नुमः यत् तत्र यतोहि कस्मिन् योगच्छेत् अत्र आहत्य पदमस्ति, कस्मिंश्चित् इति पदं भवति. अतः अपदान्ते इति स्वीकुर्मः चेदपि पूर्वत्र सिद्धमिति किं भवति अत्र? नश्चापदान्तस्य जले अपि च नश्च व्यप्रसान् पूर्वसूत्रं किम्? नश्चापदान्तस्य जले इति वा वदतु कस्मिन् पादे अस्ति नश्चापदस्य जलि? तृतीयपादे तृतीयपादे चतुर्विंशति. तर्हि तादृशमस्ति चेत् नश्चापदान्तस्य जलि चतुर्विंशतितमं सूत्रमस्ति. नश्चापदस्य चतुर्विंशतितमं सूत्रमस्ति. अपि च अत्र नश्चव्यप्रसान् इति पूर्वसूत्रमस्ति. तृतीयपादे सूत्रद्वयमस्ति खलु, चतुर्विंशतितमं सूत्रं सप्तम. अतः पूर्वत्र सिद्धमति अपि तत्र असिद्धं भवति यत्किमपि भवतु नाम. तर्हि अत्र कस्मिन् योगः चित् इति किं द्रष्टव्यमस्ति? तत्र कस्मिन् इति पदमस्ति, कस्मिन् इति पदमस्ति, पदान्ते नकारः अस्ति, अग्रे किं स्यात्? चकारः. चकारः कस्मिन् प्रत्याहारे अस्ति? बालसुब्रह्मण्यं वदतु. छर् प्रत्याहारे अस्ति, किन्तु अत्र नश्चव्यप्रसान् इति प्रसक्तिः अस्ति. नश्चव्यप्रसान् इति चिन्तनं प्रवर्तमानमस्ति. तर्हि चकारः कस्मिन् प्रत्याहारे? छव् प्रत्याहारे. छवि इति प्रत्याहारः नास्ति, छव् प्रत्याहारः. नाम मया इदानीमेव उक्तं इति त्रयः वर्णाः मनसि स्युः, छव् प्रत्याहारस्य प्रसङ्गे, अल्पप्राणः महाप्राणः च. तर्हि चकारः तादृशः अस्ति, चकारः तादृशः अस्ति. अपि च चकार उत्तरवर्तिवर्णः कः? चकारोर्तिवर्णः कः अस्ति? कः वर्णः अस्ति अजय महोदय वदतु. पूर्वं वा महोदय? चकारोत्तरवर्तिवर्णः, चकारोत्तरवर्णिवर्णः कः? चकारोत्तरवर् कस्मिन् युगः चेत् चकारस्य अनन्तरं यः वर्णः चकारस्य अनन्तरम् उत्तर उत्तर इत्युक्ते अनन्तरं चकारोत्तरवर्ति इकारः हा इकारः अं प्रत्याहारे अस्ति वा हा इति निमित्तानि सन्ति हा संक्षिप्तरूपेण नकार पदान्ते नकारः अनन्तरं चकारः अनन्तरं चटाट अपप्राणः महाप्राणः वा अनन्तरम् अम् इति मनसि भवेत् अभिज्ञानम् अभिज्ञानार्थं नकारः चटाट अं प्रत्याहारे कश्चन वर्णः तर्हि अत्र प्रसक्तिरस्ति अत्र किं भवति नकारस्य स्थाने सकारः तस्मात् पूर्वं यः वर्णः सः अनुस्वारः अथवा अनुनासिकः आदेशः तावदेव अस्ति अनन्तरं सकारस्य स्टुत्वं ष्टुत्वं यथासङ्गं तादृशं शीघ्रमेव चिन्तयामश्चेत् सुलभमस्ति नकारस्य स्थाने सकारः एतत् सर्वं रु अनन्तरं विसर्गः सकारः इति केवलं प्रदर्शनार्थं नाम पूर्णतया किं भवति पाणिनीयदृष्ट्या किन्तु संक्षिप्तरूपेण पश्यामश्चेत् तत्र नकारस्थाने सकारः सकारात् पूर्वम् अनुस्वारः अनुनासकः वा विकल्पेन महोदय अपि च निमित्तानि कानि नकारः छ नाम छटट अनन्तरम् अं हा वदतु प्रश्नः अस्ति कस्मिन् योगः चित् तत्र स्तोश्चुनाश्चुः इत्यस्य अपि प्रसक्तिः अस्ति किल हा समीचीनमस्ति स्तोश्चुनाश्चुः स्तोश्चुनाश्चुः प्रसक्तिरस्ति हा समीचीनमस्ति तर्हि किं वक्तव्यं भवती किं वदति अत्र कस्मिन् पादे अस्ति स्तोश्चुनाश्चुः कस्मिन् पादे अस्ति स्तोश्चुनाश्चुः चतुर्थे पादे अस्ति एतत् अतः पूर्वत्र सिद्धम् इत्यनेन असिद्धम् अस्तु महोदय हा हा किन्तु चिन्तनं बहु समीचीनमस्ति नाम यत्र कुत्रापि पदद्वयं पश्यामः नाम वर्णद्वयमस्ति केषां सूत्राणां प्रसक्तिः भवितुमर्हति इति मनसि शीघ्रमेव आगच्छत् कस्य सूत्रस्य आगमनं कस्य सूत्रस्य किं भवितुमर्हति इति मनसि भवेत् अत्र तादृशमपि स्यात् नाम नष्टापतनस्य जलि अस्ति वा स्टुत्वसन्धिः अस्ति वा अस्तु अत्र नष्टापद अत्र नष्टव्यपशानति अस्ति किमर्थं नकारः पदान्ते अस्ति अनन्तरं छव् चकारः चटता इति अशु अन्यतमः अनन्तरम् अम् अस्तु समीचीनमस्ति तादृशं चिन्तनम् अपेक्षितमस्ति अस्तु इदानीम् कश्चन अभ्यासः कुर्मः कश्चन अभ्यासः करणीयः अस्ति अभ्यासं कुर्मः इदानीं यत् चित् चनः अस्ति चित् इति स्वीकुर्मः चित् अपि च कः इति इदानीं प्रथमविभक्तौ द्वितीयविभक्तौ इत्यादिकं वक्तव्यमस्ति तर्हि राजीभगिनी अस्ति वा सुमित्राभगिनी सुमित्राभगिनी अस्ति हा तर्हि तत्र कः एकवचने द्विवचने त्रि बहुवचने किं भवति एकवचने कः द्विवचने पुल्लिङ्गे हा द्वि बहुवचने बहु तत्र पुल्लिङ्गे अच्छा क्षम्यतां समीचीनमेव कः कौके इति अस्ति तर्हि इदानीं संयोजयतु क्रमेण चित् किं भवति कः योगः चित् कः योगः चित् तत्र किं भवति चिन्तनं सामान्यचिन्तनं कः योगः चेत् इति संयोजयति चेत् रूपं किं भवति जानाति हा कश्चित् कश्चित् जानाति खलु कश्चित् तत्र किं भवति इदानीम् एतावता विसर्गसन्धिः अस्माभिः न पठितः किन्तु सकारः आगच्छति इति सामान्यचिन्तनमस्ति प्रथमतया विसर्गस्य स्थाने सकारः अनन्तरं सकारः ततः अग्रे चकारः अस्ति इति कृत्वा कः सन्धिः नाम तत्र विसर्गस्य स्थाने सकारः दन्त्यसकारः ततः अग्रे चकारः तर्हि दन्त्यसकारचकारयोः मेलने किं भवति कोऽपि सन्धिः भवति वा हा हा बालसुब्रह्मण्यं तत्र समीचीनमस्ति कः सन्धिः अस्ति हा स्तुत्वसन्धिः सूत्रमस्ति स्तोः स्तुनाश्चुः स्तोः अत्र सकारः सकारतवर्गयोः स्तोः सकारः ततः अग्रे तत्र स्तु अस्ति स्तुना नाम योजनं चकारः यदा योजनं भवति तत्र सकारचकारयोः तदानीं स्तुः इति आदेशः सकारस्थाने तालव्यसकारादेशः इति कृत्वा विसर्गस्य स्थाने सकारः क्रमेण अनन्तरं सकारस्य स्थाने तालव्यसकारादेशः कश्चित् अस्तु अस्तु सुमित्रा भगिनी तत्र द्विवचने किमस्ति कौ चित् वदति वा भगिनि सुब्रह्मण्यं तत्र सहायं करोतु कौ योगः चेत् किं भवति अत्र केवलं मेलनमेव महोदय अत्र कोऽपि कार्यं न भवति किमर्थम् अत्र कौ अत्र केवलं स्वरः अस्ति पदान्ते अपि च चित् अस्ति अत्र इदानीं तु प्रथमं स्वरः अनन्तरं चकारः अत्र अतः अत्र केवलं मिलित्वा एव लिखामः अपि च वदामः समीचीनमस्ति स्वरः अनन्तरं हल्वर्णः यत्र स्वरः हल्वर्णः अस्ति तत्र न कोऽपि सन्धिः कौचित् कौचित् हा अस्तु सुमित्रा भगिनी बहुवचने किम् अस्ति तदाधारेण वदतु तत्रापि स्वरः अनन्तरं व्यञ्जनम् अस्ति हा तर्हि किमस्ति सन्धिकार्यं नास्ति कश्चित् कौचित् केचित् अस्तु द्वितीयविभक्तौ द्वितीयविभक्तौ सरला भगिनी वदतु महोदय कं कौ खान् अत्र कं योगचित् प्रथमं कं पदान्ते अस्ति सो नश्चा पदान्ते झलस्य इति सूत्रं कार्यं न करोति अत्र वा पदान्तस्य अपि तस्य कारणे मकारस्य कं मोनुस्वार इति कारणे अनुस्वार भवति मकार कं योगचित् भवति मोनुस्वारस्य वापदान्तस्य कारणे पुनः कञ्चित् चकारस्य झलिपरे अस्ति चकारस्य पञ्चमवर्ण ञकार आगच्छति कञ्चित् इति निष्पन्नं भवति विकल्पेन एकपक्षं भवति कञ्चित् अन्यपक्षं भवति कञ्चित् हा तत्र किञ्चित् द्रष्टव्यमस्ति मया चिन्तनमस्ति वस्तुतः कुत्रचित् कुत्र पदान्ते कुत्र अपदान्ते वक्तव्यमस्ति अत्र इति पृष्ट्वा अनन्तरं वदामि किन्तु अत्र चिन्तनं मम अस्ति यद् विकल्पेन नास्ति इति प्रायः नष्टापदान्तस्य जलेन्द्रनम् अनुस्वरस्य परसवर्णति नित्यं यतोहि एकदृष्ट्या कम् इति पदमस्ति किन्तु कञ्चित् इति पदं निर्मातव्यमस्ति इति कृत्वा तत्र अपरस्य चिन्तनम् अथवा दृष्टं किमपि चेत् वक्तव्यमस्ति इदानीं वदन्तु यत्, किन्तु मम चिन्तनमस्ति यत् नित्यं भवति कञ्चित् अत्र नश्चापदांशस्य जले अनुस्वारस्य ययि परसवर्णः. आरम्भे कम् इति पदमासीत् किन्तु वस्तुतः यथा चित् तु किमपि पदं नास्ति. तत्र किञ्चित् अत्र किञ्चित् द्रष्टव्यमस्ति. अहं माताजी तत्र पृष्ट्वा वदामि अनन्तरं, यतोहि कस्मिंश्चित् तत्र किमासीत् तत्र पदम् अपेक्षितमस्ति खलु. आं पृच्छवि पदस्य अत्र सत्त्वसन्धिः तु अस्ति वा? तत्र भवती वदतु निमित्तं किं. निमित्तं तु नकारस्य पदस्य रुः स्यात्. तर्हि कम् अस्ति द्वितीयविभक्तौ कः शब्दः अस्ति? कं मकारः अस्ति खलु. अतः कुत्र पदं चिन्तनीयमस्ति कुत्र न पदं चिन्तनीयमस्ति इति अग्रिमे सप्ताहे वदामि अथवा पत्रं प्रेषयिष्यामि. यतोहि अत्र नश्चव्यप्रशान् इति अनेन पदसंज्ञा अपेक्षितमस्ति कस्मिन् इत्यस्य. किन्तु कं कञ्चित् इति विकल्पेन अनुस्वारः नास्ति इति अहं चिन्तयामि. अतः प्रायः नश्चापदान्तस्य जलि अपि च किमिति अनुस्वारस्य यै परस्वर्णः अतिनेन भवति इति अहं मन्ये. अस्तु, ततः अग्रे द्विवचने भगिनि का वदति स्म, सरला भगिनी वा? सरला द्विवचने केवलं वर्णमेलनं भवति. कौचित् ककारस्य परे स्वरम् अस्ति, तस्य अनन्तरं हल चकार आगच्छति, तस्य कोऽपि कार्यं न भवति. अतः केवलं वर्णमेलनेन कौचित् इति भवति. बहुवचने अस्ति काञ्चित्. अत्र खान् पदम् अस्ति, तद् अतः नश्चापदान्तझलस्य इति कार्यं न करोति. वा पदान्तस्य कार्यं कर्तुं शक्नोति, तस्य अनुस्वरः आगच्छति. किन्तु नश्च छव्यप्रशान् इति सूत्रं पूर्वं भवति, तस्य प्रसक्तिः प्रथमम् आगच्छति. तस्य कारणे नकारस्य सकार भवति, प्रथम तस्य परे चकार अस्ति, छव् प्रत्याहारे आगच्छति. तस्य परे इकार अम् प्रत्याहारे अस्ति, तस्य प्रसक्तिः भवति. अतः नकारस्य स्थाने सकार आगच्छति. तस्य पूर्वं स्वर आकार अनुस्वर भवति अथवा अनुनासिक भवति. सो कांश्चित् भूत्वा तस्य अनन्तरं स्तोष्णाश्चुः इति सूत्रं कार्यं करोति. स्थाने तालव्यशकार आगच्छति. अत्र कांश्चित् वा कांश्चित् इति भवति. हा, इति समीचीनमस्ति. अस्तु, तृतीयविभक्तौ किमस्ति इति लक्ष्मीभगिनी वदतु. प्रथमम् एकवचनं केनचित् तत्र केवलं वर्णमेलनं. अस्तु, केनचित् अग्रे केन काभ्यां कैः काभ्यां काभ्यां योगः चित् काभ्याञ्चित् तत्र प्रथमपदस्य अन्तिमवर्णः मकारः, तदर्थं तत्र मोनुस्वारः इति कार्यं कृत्वा काभ्याम् अनुस्वारादेशो भवति प्रथमम्. अनन्तरं वापदान्तस्य इति सूत्रेण परसवर्णादेशः भवति, तदर्थं काभ्याञ्चित् तत्र किन्तु अत्र मया चिन्त्यते यत् मोनुस्वारः इति नास्ति अत्र, नश्चापदान्तस्य जले अपि च अनुस्वारस्य यै परसवर्णः नित्यमस्ति, तत्र अनुस्वारः लिखितुं न शक्नोति इति अहं मन्ये. अनन्तरं तत्र निश्चितं कृत्वा वदामि, किन्तु तत्र विकल्पेन न भवति इति अहं मन्ये. रूपं किं काभ्याञ्चित् अत्र अनुस्वारः लेखनीयः नास्ति, अनुस्वारः भवति अनन्तरं शकारस्य प्रभावेन तत्र ञकारः आगच्छति. अनुनासिकवर्णः आगच्छति. समीचीनम्. अस्तु अग्रे बहुवचने कैः योगः चित् तत्र कैश्चित् भवति, तत्र विसर्गस्य स्थाने सकारादेशः भवति, प्रथमं सकारादेशः भवति, तत्र सत्त्वसन्धिः प्रथमं भवति, अनन्तरं सत्त्वसन्धिः इति न तत्र सत्त्वसन्धिः नास्ति, विसर्गसन्धिः विसर्गसन्धिः भवति, अन्तिमं तत्र सकार चकारयोः योजनेन स्तोश्चुनाश्चुः इति स्तुत्वं भूत्वा कैश्चित् इति पदम् आगच्छति. हा समीचीनमस्ति. अस्तु चतुर्थी विभक्तिः पुष्पाभगिनि वदतु. शीघ्रमेव, समयस्य अभावः. पुष्पाभगिनि अस्तु, विद्याभगिनी वदतु. चतुर्थी विभक्ति किल महोदय? अस्मि महोदय, किं वदतु महोदय? न किं वा इति न, कुत्र गतवती विद्याभगिनी? कुत्रचित् न गन्तव्यमस्ति. विद्याभगिनी वदतु कृपया. कस्मै योगः चित् अत्र तु केवलं मेलनं, कस्मै अन्ते ऐकारः अस्ति स्वरः, अतः केवलं मेलनं. काभ्यां योगः चित् अत्र यथा पूर्वमुक्तं काभ्याञ्चित्, केभ्यः योगः चित् इति अस्ति, तत्र विसर्गस्य स्थाने सकारः, अनन्तरं स्तोश्चुनाश्चुः इत्यनेन शकारः, केभ्याञ्चित् क्षम्यतां केभ्यांश्चित्. न न तत्र सकारः अनन्तरं सकारस्य स्थाने किं भवति? चकारस्य प्रभावेन सकारस्य स्थाने शकारः, केभ्याश्चित् केभ्यश्चित् केभ्यश्चित् केभ्यश्चित् केभ्यश्चित् इति भवति. हा अस्तु, सुब्रह्मण्यं महोदय तत्र पञ्चमी. अत्र पञ्चमी महोदय, कस्मात् योगः चित् अस्ति. इदानीम् अत्र तकारः चकारः भवति स्तुत्वं भूत्वा, स्तोश्चुनाश्चुः इत्यनेन कस्माच्चित् भवति. अपि च द्विवचने काभ्याञ्चित् वयं दृष्टवन्तः, बहुवचने केभ्यश्चित् तदपि दृष्टवन्तः. अस्तु, बहु सम्यक् अस्ति. षष्ठीविभक्तिः राजेन्द्रमहोदय, षष्ठी. आम् महोदय, अत्र कस्य योगचित् अत्र तु अत्र किमपि वर्णमेलमेव भवति, कस्यचित् एव भवति कस्यचित्. हा द्विवचने शीघ्रं वदतु. कयोः अत्रापि विसर्गस्थाने सकारः आगच्छति, तत्र सकारस्य अनन्तरं चवर्गः अस्ति, तत् वर्णस्य, तत् कारणात् सकारस्य तालवीषकारः भूत्वा तत् कस्यश्चित् क्षम्यतां कयोश्चित् बहुवचने भवति कस्मान् कस्मान् एतत्र बहुवचने किमस्ति? कशिकयोः बहुवचने पुष्पा भगिनी बहु वदतु अस्माकस्यां कस्यां बहुवचने बहुवचने अस्माकं महोदय अरे बाप रे बा अस्तु कः वदति बालसुमनि वदतु महोदय बहुवचने किमस्ति कस्य कयोः केषां केषां केषां केषाम् अस्ति केषां रवीन्द्रमहोदय वदतु राजेन्द्रमहोदय आम् आम् क्षमतां महोदय अत्र केषां केषां योग योगचित् अत्र मकारस्य अनुसार अनुनासिक अत्र महोदय केषां तु पदमस्ति तत् मो अनुस्वरः भूत्वा तत् नश्चापदान्तस्य जलि तत् कस्मान् योगचित् तत् केषां योगचित् तत्र नकारस्य स्थाने सकारः आगच्छति केषां चित् तत्र तत्र दन्तिसकारस्य तालिषकार आदेशः भवति तत् तत् भूत्वा केषांश्चित् निष्पन्नम् केषां उच्चारणं किमस्ति केषांश्चित् केषांश्चित् इति कुतः सकारः आगतः वा मकारस्य स्थाने किम् उक्तवान् भवान् मकारस्य अनुस्वारः अनुस्वारस्य स्थाने केषाञ्चित् इति अस्ति अस्तु सप्तमीविभक्ति तत्र कस्मिन् इति वयं कृतवन्तः कस्मिंश्चित् इति सत्त्वसन्धिः कयोश्चित् इति द्विवचने बहुवचने केषु केषु इति उकारः स्वरः केषुचित् किमपि नास्ति अग्रे शीघ्रमेव यवलोपसन्धिः यवलोपसन्धिम् इति पश्येम तत्र पुस्तके अन्तिमसन्धिः अस्ति यवलोपसन्धिः अत्र करपत्रे अपि सूत्रमस्ति लोपः शाकल्यस्य लोपः शाकल्यस्य अपूर्वयोः अवर्ण अकार अकार अपूर्वयोः पदान्तयोः वकारयोः वकारयकारयोः लोपो भवति अशि परे शाकल्यस्य भवे मतेन शाकल्यस्य मतेन इत्युक्ते विकल्पेन यत्र शाकल्यस्य मतेन कश्चन वैयाकरणः आसीत् प्राचीनकाले पाणिनि तत्र पूर्वं काले प्राचीनकाले शाकल्यः तत्र तस्य मतेन इत्युक्ते विकल्पेन अपूर्वयोः पदान्तयोः वकारयकारयोः लोपो भवति अशि परे अशि इत्यस्मिन् बहवः वर्णाः सन्ति प्रायः सर्वे स्वराः व्यञ्जनानि च अशपर्यन्तमस्ति ष न ष तत्र ष इति जबगडदशतिपर्यन्तमस्ति इति अस्ति तत्र च विकल्पेन भवति इति पश्येम अत्र उदाहरणद्वयमस्ति हरे युगः इह हरे योगः इह एचो युवायावः इति यान्तवान्तसन्धिः इति सामान्यचिन्तनम् अस्माकं ज्ञानमस्ति खलु एकादशस्थाने अयादेशः स्वरे परे एकारस्य अयादेशः भवति तर्हि हरय युगः इह इदानीं हरय य इत्यस्मात् पूर्वम् अकारः अस्ति अनन्तरम् इकारः अस्ति इकारः अश् प्रत्याहारे अस्ति इति कृत्वा विकल्पेन यकारस्य लोपः भवति हर युगः इह अथवा लोपे न सति चेत् तत्र हर इह अत्र आद्गुणः तत्र हरयोगः इह इति अस्ति अत्र हर अकारः अग्रे इकारः अत्र गुणसन्धिः इति भवति स्म हर इह अ इ तत्र एकार आदेशः भवति स्म किन्तु किमस्ति पूर्वत्र सिद्धं सर्वे किञ्चित् पुनस्मरणं कुर्वन्तु तत्र द्विविधमस्ति शास्त्रसिद्धं कार्यसिद्धं च यदा लोपशाकल्यस्य इति परसूत्रमस्ति प्रथमतया भवति हर इह, तदानीम् आद्गुणः पूर्वसूत्रं लोपशाकल्यस्य इति द्रष्टुं न शक्नोति इति कृत्वा असिद्धं भवति. नाम तत्र लोपशाकल्यस्य इत्यस्य कार्यं नैव जातम् आद्गुणः इत्यस्य मनसि न जातमिति कृत्वा हरै युगः इह इति एव अस्ति हरयिह इति एव पश्यति आद्गुणः. आद्गुणः हर इह इति द्रष्टुमेव न शक्नोति इति कृत्वा तत्र गुणसन्देहे प्रश्नः नागच्छति एव इति अस्ति. तत् यकारस्य उदाहरणम् इदानीम् उभौ योगः अपि करपत्रे पश्यन्तु वा, उभौ योगः अपि तत्र पुनः यचो युवायावः इति कृत्वा आवादेशः अस्ति. उभाव अपि तत्र वर्णमेलने उभाव अपि इति एकमस्ति, किन्तु वकारात् पूर्वम् आकारः अस्ति, ततः अग्रे अकारः अश्प्रत्याहारे अस्ति इति कृत्वा लोपः शाकल्यस्य अतिनेन तत्र विकल्पेन वकार लोपः भवति. उभा अपि अथवा उभावपि. अत्र च उभा अपि तत्र अकः सवर्णे दीर्घः अतिनेन आकारादेशः भवति स्म, किन्तु पुनः कार्यासिद्धम् इति कारणतः पूर्वत्र सिद्धमिति कार्यासिद्धं नाम अकाशवर्णदीर्घः इति लोपः शाकल्यस्य इत्यस्य कार्यं द्रष्टुम् एव न शक्नोति इति कृत्वा उभावपि इति एव पश्यति इति कारणतः अकाशवर्णदीर्घः इत्यस्य कार्यं नास्ति इति अस्ति. तत्र अभ्यासः भवति पुस्तके यवलोपसन्धिः इति अस्ति. तत्र लिखितमस्ति च यत् विकल्पेन भवति स्वरः अनन्तरम् अश् प्रत्याहारः इति उक्तमस्ति खलु. अश् तत्र केचन स्वराः सन्ति, कानिचन व्यञ्जनानि सन्ति. तर्हि अत्र लिखितमस्ति यत् विकल्पेन भवति केवलं स्वरे परे, व्यञ्जने परे तु नित्यं. तस्मिन् प्रसङ्गे अग्रिमे सप्ताहे वदामि, किन्तु उदाहरणानि शीघ्रमेव पश्येम. तस्मै योगः एतत् सुब्रह्मण्यमहोदय तत्र प्रदर्शयतु किमस्ति इति. तस्मै योगः एतत् अत्र प्रथमम् ऐकारः अस्ति, अनन्तरम् एकारः अस्ति, अतः एचोयवायावः इत्यनेन ऐकारस्य स्थाने आय्, अनन्तरम् आय् योगः ए यदा अस्ति, अत्र लोपः शाकल्यस्य इत्यनेन एकपक्षे यकारस्य लोपः, तदा अत्र तस्मा एतत् भवति, अन्यस्मिन् पक्षे अत्र यकारस्य लोपः न भवति, अतः वर्णमेलनं भूत्वा तस्मा एतत् भवति. यदा यकारस्य लोपः भवति अत्र तस्मा योगः एतत् अत्र वृद्धिसन्धेः प्रसक्तिः अस्ति, परन्तु पूर्वत्रासिद्धमित्यनेन तस्य कार्यं न भव यकारस्य लोपः न पश्यति वृद्धिसन्धिः, अतः तस्मा एतत् एव भवति अत्र. हा समीचीनमस्ति. अन्ततौ गत्वा विद्याभगिनी वदतु, गुरौ योगः एहि किमस्ति, अन्तं समापयामः. गुरौ योगः एहि अत्रापि यचोयवायावः इत्यस्य प्रसक्तिः अस्ति, ओकारस्य स्थाने अवादेशः भवति, गुरवेहि इति अस्ति, अनन्तरं लोपः शाकल्यस्य इत्यनेन वकारस्य लोपः भवति, अतः गुर् विकल्पेन भवति, अतः गुर् एहि अथवा गुरवेहि इति भवति. यत्र गुर् एहि भवति तत्र तु वृद्धिसन्धि भवितुम् अर्हति, परन्तु कार्यासिद्धम् इत्यनेन गुर् एहि एव तिष्ठति. बहु समीचीनमस्ति. तर्हि गुरवेहि अथवा गुर एहि इति रूपद्वयमस्ति. सर्वाणि उदाहरणानि द्रष्टव्यानि सन्ति गृहपाठरूपेण. अनन्तरम् इतः अग्रे अभ्यासः अस्ति, तत् अग्रिमे सप्ताहे पश्येम. अत्र कार्यसिद्धि अपूर्वसिद्धि कार्यसिद्धिः अस्ति, कार्यसिद्धम् अस्ति, न तु शास्त्रसिद्धम्. कार्यसिद्धं तत् करपत्रे लिखितमस्ति किं किं किम् अस्ति इति अत्र कार्यसिद्धमस्ति. अस्तु, हा, धन्यवादः सर्वेषां. नमस्कारः. धन्यवादः. धन्यवादः महोदय.